नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति वादिगणः इति विषयः अनुवर्तते। तत्र आदौ किञ्चित् अभ्यासं कुर्मः प्रत्ययस्य पुनस्मरणम्। अत्र अरविन्द महोदय वदति वा एकवारं सिद्धप्रत्ययः के इति अदृष्ट्वा। श्रूयते वा महोदय? आं भगिनि, पीतान्ति सीताथ मीवाम इति लट्लकार सिद्धतिङ् प्रत्ययः, तदनन्तरं लोट्लकारस्य रूपाणि अस्ति लोट्लकारस्य रूपत् तां ताम् अन्तु तत् तं ता आनि आवा आम, तदनन्तरं लङ्लकारस्य परस्य तत् त् ताम् अन् स तं ता आं वा मा, विधिलिङ्ग् अस्ति इन् इत् इताम् इयुः इय न इह ई इदम् इत इयम् इव इम इति परस्मैपदीरूपाणि। समीचीनं समीचीनं, धन्यवादः। तत्र केवलं लोट् लकारे प्रथमपुरुषे एकवचने अन्यत् रूपमपि अस्ति तात् इति च समीचीनं समीचीनं। तर्हि इदानीम् अत्र कः शोभाभग्नि वदति वा आत्मनेपदीप्रत्ययः? प्रयत्नं करोमि भगिनि। ते इते अन्ते से इथे द्वे वर्तते ऐ वहे महे ए ए वहे महे वहे इति जानाति चेत् तत्र एकवचने ए एव भवेत् इति भवति अवगन्तुं शक्नोति। हा सत्यं। लोटि लोटि वर्ततां तां वर्ततां वर्ततां इतां न स्मरामि भगिनी, क्षम्यतां। तत्र पठनं कुर्वन्ति अस्तु अस्तु अस्तु। तत्र उषाभगिनी वदतु। लोट् आत्मनेपति तामितां अन्तां स्व इथां द्वम् ऐ आवहै आमहै लङ् लङ् आत्मनेपति थ इताम् अन्त थास् इतां द्वम् ई वहि महि विधिलिङ्ग् आत्मनेपति ईत ईयाताम् ईरन् ईताः ईयाथाम् ईद्वम् ईय ई वहि ई महि। बहु समीचीनं, धन्यवादः धन्यवादः। इदानीं पमिलभगिनी लटि परस्मैपदीप्रत्ययः वदतु, प्रत्ययान् वदतु। परस्मैपदी तीतः अन्ति सी थ त मी वह मः सीतः त मी वह मः। लोटि लोटि तु तात् ताम् अन्तु शून्यतात् तं त आनि आव आम लङ्गि त ताम् अन् स तं त अं व म विधिलिङ्गि ईत ईताम् ईत् ईत् ईताम् इयुः इह ईतम् ईत ईयम् इव इम ईः तत्र मध्यमपुरुष ईः। समीचीनम् अस्तु, धन्यवादः। इदानीं तत्र उमा भगिनी आत्मनेपदीप्रत्ययः तत्र वदतु आत्मनेपदीप्रत्ययः न कुत्र लटि भगिनी क्षम्यतां विधिलिङ्ग् लकारे परस्मैपदी ईत इति भवति वा इत इति भवति वा इत इत् इत् न ईत न इत् ईत इति उक्तं वा ईत ईताम् इति न इत् क्षम्यता मया उक्तं चेत् दोषाय इत् दीर्घैकारः नास्ति ह्रस्वैकारः सर्वत्र ह्रस्वैकारः इत् इताम् इः इः इतम् इत इयम् इव इमा ह्रस्वैकारः सर्वत्र लोटि लोटि आमहे लङ् अथ इताम् अन्त साः इतां ध्वम् ऐ न ई वसि मसि देन् बिगिनि ईत ईयाताम् ईरन् ईहि ईतम् ईताः ईताः ईताः ईत ईयाताम् ईरन् ईथाः ईयाथम् ईध्वम् ईय ईवसि ईमसि समीचीनम् इत्युक्ते तत्र आत्मनेपदीप्रत्ययेषु कुत्र अस्माकं क्लेशः भवति इति चेत् उत्तमपुरुषे एकवचने एव तत्र ई भवति वा ए भवति वा ऐ भवति वा इति क्लेशः भवति तत्र किं कथं स्मर्तव्यं खलु तत्र कथं स्मर्तव्यम् इति चेत् द्विवचने बहुवचने जानीमः चेत् एकवचने समानमेव वहे इति जानीमः चेत् तत्र एकारः एव अस्ति खलु ततः अतः एकवचने अपि एकारः वहे महे इति जानीमः चेत् एकारः अस्ति इति कृत्वा एकवचने अपि एकारः लोटि आवहै आमहै इति अस्ति अतः एकवचने ऐ इति अस्ति लङ्गि वहि महि इति अस्ति तत्र ईकारः एव श्रूयते अतः एकवचने ईकारः अनन्तरं तत्र विधिलिङ्गि तु ईय इति अस्ति ईय इति तथा अवगन्तुं शक्नुमः तदा दोषः न भवति अस्तु इतोपि एकवारं कुर्मः तत्र मीनभगिनी वदतु परस्मैपदीप्रत्ययः के इति सीतः अन्ति सीतः तमि वहमः तु ताम् अन्तु तु तात् ताम् अन्तु हि तं त हि तात् तं त इदानीम् अदन्तमङ्गं खलु अतः हि इति नास्ति शून्यं शून्यं हि अथवा शून्यं तात् तं त आनयावाम लोट् लङ् इत् ताम् अन् इस् तं त अम्वम विदिलिङ्ग् एताम् इत् इताम् इयुः इह् इह् इतम् इत इय इव इम इयम् इव इम इयम् इव इम सोरि इयम् इव इम इत् इत् इत् इताम् इयुः इह् इतम् इत इयम् इव इम समीचीनं तर्हि इदानीम् आत्मनेपदीप्रत्ययः तत्र कः वदति अरुणभगिनी वक्तुमिच्छति वा आत्मनेपदं किं सर्वाणि भगिनि आश्रितप्रत्ययः लट् लकारे ते ईते अन्ते से ईथे द्वे ए वहे महे लोट् अस्ति ताम् इताम् अन्ताम् स्व स्वा इथां द्वम् ऐ आवहै आमहै लङ्रूपमस्ति ता इताम् अन्त थाः इथां द्वम् ई वहि महि विधिलिङ्ग् अस्ति ईत ईयाताम् ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि समीचीनं बहु समीचीनम् उत्तमं भगिनि एवं रीत्या तत्र अभ्यासः आवश्यकः खलु नो चेत् तत्र पाठस्य लाभः न भवति अहं वारं वारं वदामि अतः कृपया कुर्वन्तु अभ्यासं कुर्वन्तु अस्तु इदानीम् अग्रे गन्तुं शक्नुमः अत्र इतोपि एकः अभ्यासः आवश्यकः इति चिन्तयामि अत्र इदानीं तत्र द्वादिगणे अत्र अस्माकं लक्ष्यं झटिति रूपाणि कथं वयं प्राप्तुं शक्नुमः इति चेत् तत्र अङ्गं किम् इति वयं जानीमः चेत् तदनन्तरम् अङ्ग तिङ् प्रत्ययोः योजनमेव भवति तत्र क्लेशः एव नास्ति तर्हि प्रथमं कार्यम् अत्र सोपानं किम् इति चेत् अत्र अस्माकं पुरतः एकः धातुः अस्ति सः धातुः द्वादिगणे अस्ति इति वयं जानीमः चेत् प्रथमम् अङ्गं किम् इति एव तत्र प्रश्नः अस्ति यदि अत्र धातुः अस्ति वद इति धातुः अस्ति तर्हि अङ्गं वद इति अङ्गं वद इति अङ्गम् अस्ति चेत् तदानीं तत्र वद इति अङ्गम् अनन्तरं सिद्धप्रत्ययः तयोः योजनमेव भवति तत्र अन्यत् किमपि नास्ति प्रायेण तत्र सन्धिकार्यमेव भवति सन्धिकार्येषु अपि जटिलकार्यं किमपि नास्ति इदानीं तत्र वदति वदतः वदयोगः अन्ति तत्र वदान्ति इति नास्ति अकः सवर्णे दीर्घः इति कार्यं न करोति तत्र अतो गुणे इत्यनेन वदन्ति इति एव रूपं वदयोगः सि वदसि वदतः वदत वदथ अनन्तरम् उत्तमपुरुषे सर्वत्र अतो दीर्घो यञि इति सूत्रेण दीर्घादेशः भवति वदामि वदावः वदावः वदामः एवमेव तत्र लोटि अपि वदतु वदतात् वदतां वदन्तु तत्र दीर्घत्वं नास्ति अतो गुणे अनन्तरं वद वदतात् वदतं वदत वद आनि अकासवर्णदीर्घः वदानि वदाव वदाम लङ्लकारे अडागमः भवति अतः अवदत् अवदताम् अवदन् तत्रापि अतो गुणे अवदन् अवदः अवदः तत्र ससजुशोरुः खरवासानयोर्विसर्जनीयः अवदतम् अवदत अवदम् इत्यत्र अमीपूर्वः इत्यनेन पूर्वरूपः अवदम् अवदाव अवदाम इति अतो दीर्घो यञि अनन्तरं तत्र विधिलिङ्गकारः सर्वत्र आद्गुणः वदेत् वदेतां वदेयुः वदेः वदेतं वदेत वदेयं वदेव वदेम इति सर्वत्र आद्गुणः तावदेव तत्र अङ्गम् इति एकवारं वयं जानीमः चेत् सिद्धप्रत्ययः के इति जानीमः चेत् तयोः योजनम् एव इदानीम् अत्र अहं किं कर्तुम् इच्छामि इति चेत् अस्माकं मनसि झटिति तत्र रूपाणि कथम् आगन्तुं शक्नुमः इति चेत् तत्र कोरिलेशन् भवेत् कर्ता अपि च क्रियापदम् अनयोः कोरिलेशन् भवति चेदेव अस्माकं मनसि झटिति रूपम् आगन्तुं शक्नोति अतः इदानीम् अत्र कः अस्तु अस्तु वंसी भगिनी भवति इदानीं वद इति दातुमेव स्वीकृत्य अत्र अन्यः धातुः इदानीम् अहं वदामि प्रथमं तत्र इद पश्यतु अत्र भवान् वदति भवन्तौ वदतः भवन्तः वदन्ति इति तत्र कर्तृपदमपि योजयामः योजयित्वा वदामः तदनन्तरम् एवमेव मध्यमपुरुषे त्वं युवां यूयम् उत्तमपुरुषे अहम् आवां वयम् इति सर्वं योजयित्वा एकवारं वदतु वदति धातु न भगिनि अस्तु भवान् वदति भवन्तौ वदतः भवन्तः वदन्ति त्वं वदसि युवां वदतः यूयं वदत अहं वदामि वयं आवां वदामः वयं वदामः समीचीनम् एवमेव इदानीं तत्र विजयलक्ष्मी भगिनी वदतु तत्र मूष् इति धातुः श्रूयते वा भगिनि हा श्रूयते मूष् मूष् इति आत्मनेपदी वा परस्मैपदी परस्मैपदी अस्तु मूषति मूषतः इति वा अस्तु भवान् मूषति भवन्तौ मूषतः भवन्तः मूषन्ति त्वं मूषसि युवां मूषसः मूषथः यूयं मूषथ अहं मूषामि आवां मूषावः वयं मूषामः इति इदानीम् उक्तम् इदानीं तत्र विधिलिङ्ग् वदतु विधिलिङ्ग् लकारे भवान् मूषेत् भवन्तौ मूषेतां भवन्तः मूषेयुः त्वं मूषेः युवां मूषतं यूयं मूषत सारि मूषेत त्वं मूषेः युवां मूषेतं यूयं मूषेत अहं मूषेयम् आवां मूषेव वयं मूषेम समीचीनं समीचीनम् इदानीं तत्र विनयमहोदय तत्र लोटि वदतु धातुः इदानीं एकक्षणं धातुः ओक् ओक् इति धातुः भविष्य भगिनी शृणोति अहम् अत्र धातु अस्ति ओक् ओक् ओक् धातु अस्ति तथा लोट् लकार भवान् भवान् त्वम् इत्यादि भवान् ओक् तु ओकतात् भवन्तौ ओकतां भवन्तः ओकन्तु तर्हि शून्य अस्ति त्वम् ओक् त्वम् ओक ओकतात् अपि च तदनन्तरम् ओकतम् ओकत ओकतानि ओकता अहम् ओकतानि अहम् ओक आनि प्रायः ओकाणि प्रायः ओकाणि परन्तु अहम् ओकाणि तत्र कुत्र अस्ति निमित्तं निमित्तमस्ति वा तत्र ओक आनि अहम् अहं न जाने केवल सम्यक् न उचितं न भवति तत्र ओकानि इति एव रूपं तत्र णत्वस्य निमित्तम् अस्ति वा तत्र नास्ति खलु रेपः मम दोषः परन्तु ओकानि ओकाव ओकाम अहम् अवां वयं त्वम् अन्यविषयम् अहम् अवां वयं तत्र योजयित्वा वदतु अहम् ओकानि अहम् ओकानि आवाम् ओकाव वयम् ओकाम वयम् ओकाम लोट्लकार समीचीनं तर्हि इदानीं सूर्यकुमारी भगिनी वदतु तत्र अङ्ग् इति अस्ति अङ्ग् इत्यस्य लङ्गि रूपाणि अङ्ग् अङ्ग इति अङ्गम् लङ्गि अस्ति चेत् आगत् आगताम् आगताम् अङ्ग् अङ्ग् इति अस्ति अङ्गम् अङ्ग् इदानीं लङ्गि अङ्ग् इति धातुः अङ्गि अङ्गि इकारन्त अङ्गे अङ्गत् क्षम्यताम् अङ्ग् अस्ति चेत् अङ्गेतु भवति अडागमः नास्ति अत्र, यतोहि अजादिः अस्ति खलु अङ्गम्, अङ्ग् इत्यत्र अजादिः अस्ति, अतः आडागमः भवति आडजादीनाम् इत्यनेन. अनन्तरम् एकक्षणं भगिनि, अत्र एकवारम् अत्र अङ्ग् इति अजादिः अस्ति, अतः आडागमः भवति, अनन्तरम् आटश्च इत्यनेन वृद्धिः भवति, आयोगः अङ्ग् आङ्ग् अतः आङ्ग इति अङ्गम् भवति आङ्गत् भवान् आङ्गत् भवान् आङ्गत् भवन्तौ आङ्गताम् भवन्तः आङ्गन् त्वम् आङ्गः युवाम् आङ्गतम् यूयम् आङ्गत अहम् आङ्गाम आङ्गाङ्गम् दीर्घत्वं नास्ति खलु तत्र, आङ्गयोगः अम् अमीपूर्वः इत्यनेन आङ्गं पूर्वरूपः आङ्गम् आङ्गाम तत्र योजयित्वा वदतु कर्तृपदमपि. अहम् आङ्गं वाम् आङ्गाव वयम् आङ्गाम समीचीनम्. इदानीम् अन्यमपि स्वीकुर्मः, आत्मनेपदि स्वीकुर्मः इदानीम्. तत्र इदानीं शीय इति अङ्गम् आत्मनेपदे अस्ति, शीय. अत्र कः वदति इदानीं, लक्ष्मीभगिनी वदतु शीय. आं भगिनि, शीय इति अङ्गम् अस्ति वा भगिनि? शीय इति अङ्गं, तत्र दत्वादेशः भवति, इदानीं शीय इति स्वीकरोतु. लट्लकारे शीय, भवान् शीयते, भवन्तौ शीयेते, भवन्तः शीयन्ते, त्वं शीयसे, युवां शीयेधे, यूयं शीयध्वे, अहं शीये, आवां शीयावहे, वयं शीयामहे इति लटि. अरविन्द महोदय लोटि वदति वा? भवान् शीयेतां, भवन्तौ शीयेतां, शीयतां, भवन्तौ शीयेतां, भवन्तः शीयन्ताम्, भव त्वं शीयस्व, युवां शीयेथां, यूयं शीयत्वम्, अहं शीये, पुनः वदतु एकं शीयै, अहं शीयै, आवां शीयावहै, वयं शीयामहै. समीचीनम्. अस्तु, इदानीं शुभभगिनी वदति वा, लङ्गी. लङ्गी आं भगिनि, शीय एव वा? श्येव. भवान् तत्र भवति शी, शीया, शीयते इति भवति चेत् तत्र अशीयत् इति भवति वा? तत्र क्षमताम् अवर्तत अशीयत अशीयत अशीयता अशीयेताम् अशीयन्त अशीयथाः अशीयेथाम् अशीयध्वम् अशीये अशीयावहि अशीयामहि तत्र क्षमतां तत्र भवान् अशीयत भवन्तौ अशीयेताम् भवन्तः अशीयन्त त्वम् अशीयथाः युवाम् अशीयेथां यूयम् अशीयध्वम् अहम् अशीये आवाम् अशीयावहि वयम् अशीयामहि समीचीनं तर्हि इदानीं विधिलिङ्गलकारः उषा भगिनी वदतु आम् भगिनि शीय इति अङ्गं भवान् शीयेत भवन्तौ शीयेतां भवन्तौ किं नाट् भवन्तौ भवतः भवान् भवन्तौ भवन्तः आं भगिनि भवान् शीयेत भवन्तौ शीयेतां शीयेताम् इति तावदेव नास्ति अत्र सिद्धप्रक्रिया सो शीय शीय सो शीये शीये यातां शीये याताम् आं भगिनि भवान् लेट् मी स्टार्ट् भवान् शीयेत भवन्तौ शीये यातां भवन्तः शीयेरन् त्वं शीयेताः त्वं युवां शीये यातां यूयं शीयेद्वम् अहं शीयेय आवां शीये वहि अहं वयं शीये महि इदानीं योजयित्वा वदामः चेत् अत्र मस्तिष्कस्य किञ्चित् इतोपि वर्जनं भवति खलु वर्जनम् आं भगिनि आं भगिनि यतोहि एतादृशं कुर्मः चेदेव यदा वाक्यस्तरे यदा वयं वदामः अहम् इति वदामः चेत् तत्र आत्मनेपदी किं रूपं भवति इति झटिति आगच्छति परस्मैपदी तु अस्माकम् अभ्यासः अस्ति इति कृत्वा आगच्छति एव परन्तु आत्मनेपदीविषये तत्र झटिति रूपं कथम् आगन्तुं शक्नोति इति चेत् एतादृश अभ्यासः अस्ति चेदेव इत्युक्ते अहं शीये अहं शीये अहम् एतादृशं तत्र योजयित्वा वयम् अभ्यासं कुर्मः चेत् तदानीमेव मनसि आगन्तुं शक्नोति अस्तु एतादृश अभ्यासः सम्यक् भवति भर्जते भवत्यौ भर्जेते भवत्यः भर्जन्ते भवती अपि भवितुमर्हति केवलं तत्र एवमेव उक्तं भवान् इति भवती अपि भवती भवत्यौ इति अपि भवति यथा कथञ्चित् कर्तुं शक्नुमः अस्तु एतादृश अभ्यासः सम्यक् अस्ति वा नो चेत् तत्र इतोपि कुर्मः तर्हि अस्तु तर्हि इतोपि किञ्चित् कुर्मः वा नो चेत् अग्रे गन्तुं शक्नुमः इत्युक्ते तत्र अग्रिमसप्ताहे अपि इतोपि तत्र दशनिमेषाः एवमेव अभ्यासं कुर्मः अग्रिमसप्ताहे इदानीम् अग्रे गन्तुं शक्नुमः खलु मुष्धातु मुष्णाति इति रूपमपि अस्ति खलु तत्तु भिन्नगणे खलु तत्र दीर्घ उकारः न भवति वा मुष्णाति इति एव वदामः खलु मूष्णाति इति न तत्र धातुः कः इति पश्यतु अत्र तु मूष् इति धातुः अस्ति खलु अत्र अत्र मुष्णाति इत्यत्र धातुः कः स्वादिगणे यः धातुः अस्ति सः धातुः कः दृष्ट्वा वदामि अत्र मुष् दीर्घ उकार ह्रस्व उकारः अस्ति तत्र ह्रस्व उकारः अस्ति परन्तु अर्थं तु समानमेव अत्रापि टु स्टील् तत्रापि टु स्टील् इत्येव आसीत् न परन्तु तत्र धातुपटे मुष् स्थेये इति अस्ति मुष्य हिंसायाम् इति अस्ति, भवादिगणे हिंसायाम् इति अस्ति. ओ हिंसायाम् अतः भेदः अस्ति तत्र. वस्तुतः क्रियादिगणे, स्वादिगणे नास्ति, क्रियादिगणे श्ना क्रियादिभ्यः श्ना नवमे गणे नवमे गणे क्रियादिगणे. अस्तु अस्तु, तर्हि इदानीं तत्र गतवर्गे अस्माभिः तत्र विशेषदातवः परिशीलिताः केते इति चेत् तत्र दंश सञ्ज् स्वञ्जां शपि इति सूत्रेण दंश सञ्ज् स्वञ्ज् इत्येषां नकारस्य लोपः भवति शपि परे इति दृष्टं. तत्र मूलधातौ एव नकारः अस्ति, मूलधातौ नकारः अस्ति, तर्हि केवलं शपि परे, तर्हि यत्र शप्रत्ययः अस्ति इत्युक्ते भवादिगणे चुरादिगणे शप्रत्ययः तु भवादिगणे चुरादिगणे, अनन्तरं कृत्प्रत्ययेषु अपि तत्र शप्तप्रत्ययः शानजप्रत्ययः अस्ति चेदपि शप्रत्ययः आगन्तुं शक्नोति. तर्हि तादृशसन्दर्भेषु एतेषां धातूनां नकारस्य लोपः भवति. दंश सञ्ज् स्वञ्ज् त्रयः अपि धातुः अत्र एव भुवादिगणे एव अस्ति, अतः भुवादिगणे यदा शप् विधीयते तदानीम् एतेषां नकारस्य लोपः भवति. अनन्तरं तत्र रञ्जेश्च इति सूत्रमपि दृष्टं. रञ्जेश्च इति सूत्रेण रञ्ज् धातोः नकारस्य लोपः भवति शपि परे, एवमेव तत्रापि. तर्हि तत्र रञ्जेश्च दंश सञ्ज् स्वञ्जां शपि इति सूत्राणां मिलित्वा किमर्थं पाणिनः न सूत्रितम् इति चेत् रञ्जेश्च इति सूत्रात् रञ्ज् इत्यस्य अनुवृत्तिः अग्रे भवति, परन्तु दंश सञ्ज् स्वञ्जाम् इत्यस्य अनुवृत्तिः अग्रे नास्ति इति कृत्वा पृथक्तया सूत्रं सूत्रितम्. तत्पश्चात् इदानीं जब् धातोः विषये इदानीं पठामः. अरुणा भगिनी पठति वा जब् धातोः? आं भगिनि, एकनिमिषम्. जब् धातोः नुम् आगमः. उपदेशे अयं मूलधातुः जबि इति ईकारः अनुबन्धः न तु इकारः, अतः इदितो नुम् धातोः इतनेन नुम् आगमो न भवति. परन्तु विशिष्टसूत्रमस्ति येन रद् जब् अनयोः धात्वोः नुम् आगमो विहितः. अत्र धातु जब् धातु अस्ति, तद्विषये मूलधातु जबि इति दीर्घ एकारः अस्ति, अनुबन्ध रूपमस्ति, अतः इदितो नुम् धातोः इति सूत्रेण नुमागमः न आगच्छति. तदेव अन्यधातु अस्ति रद् धातु अपि. सूत्रमस्ति यदि जोभो रचि रद् जब् अनयोः द्वात्वोः नुमागमो भवति अजादिप्रत्ययपरे. अभ्य अङ्गस्य इत्यनेन अह अङ्गकार्यम् इदम् अतः इति, अतः अचि इत्युक्तौ अजादिप्रत्ययपरे. रदिश्च जभश्च तयोरितरेतरयोगद्वन्द्वः रदिजभौ तयोः रदिजभौ हो रदिजभोः षष्ट्यन्तम् अतिसप्तम्यन्तं द्विपदमिदं सूत्रम्. इदितो नुम् धातोः इत्यस्मात् नुम् धातोः इदनयोः अनुवृत्तिः वचनपरिणामं कृत्वा धात्वोः अङ्गस्य इत्यसाधिकारः. अनुवृत्तिसहितसूत्रं रज्जिजभोः धात्वोः अङ्गयोः नुम् अचि. अत्र सूत्रमस्ति रदिजभो रचि इति सूत्रम्. अत्र उक्तं रद् जब् धातोः नुम् आगमो भवति निमित्तमस्ति अजादिप्रत्यये परे. अजादि अचि इति अस्मि अर्थमस्ति अजादिप्रत्यये परे इति. अनुभूतसहितं सूत्रे अत्र अङ्गस्य अधिकारे व्याप्ति अस्ति, अतः रदिजभोः द्वात्वोः अङ्गयोः नुम् अचि इति दत्तम्. समीचीनं समीचीनं. हा इदानीं तत्र अत्र जबी इति धातुः दीर्घ इकारान्तधातुः, ह्रस्व इकारान्तधातुः अस्ति चेत् इदितोनुं धातोः इति सूत्रेण धातुः इदित् इति वक्तुं शक्नुमः, ह्रस्व इकारः इत् यस्य सः, अतः इदित् इति कृत्वा नुमागमः भवितुमर्हति. परन्तु अत्र जबी इति धातुः दीर्घ इकारान्तधातुः, अतः तस्य नुमागमः न सम्भवति. अत्र रदीजबोरचि इति सूत्रेण तत्र नुमागमः भवति अजादिप्रत्यये परे. अजादिप्रत्यये परे इति उक्तत्वात् अत्र अत्र शपि शप्रत्ययः अस्ति चेदपि अजादिः भवति. अपि च अन्यत्र कुत्र भवितुमर्हति अजादिप्रत्ययः? कृत् प्रत्ययः. कृत् प्रत्ययेषु तत्र कः प्रत्ययः? क्षम्यताम्, अनियर्. अनियर् भवितुमर्हति, निच् भवितुमर्हति. एतादृशप्रत्ययाः सन्ति चेदपि नुमागमः भवति. तत्र रन्दनीय, जम्बनीय, अथवा जम्ब जम्बी, जम्बयति इति निजन्तरूपं, रन्दयति इति निजन्तरूपम् इति तादृश अजादिप्रत्ययः अस्ति चेत् एतयोः नुमागमः भवति. अत्र इदानीं पमेलभगिनी भवति किं लिट् ल्युट् इत्यत्रापि अन इति आदेशः भवति, अतः तत्रापि भवति. नूल् प्रत्ययः अस्ति चेत् अपि भवति, अक इति आदेशः अस्ति चेत् तत्रापि भवति. रन्दकः जम्बकः इति भवति. अस्तु, इदानीं पमेला भगिनी वदतु, अत्र रदीजबोरचि इत्यत्र धातोः निर्देशः कथं कृतः? धातोः निर्देश इक् प्रत्ययेन कृतम् अस्ति भगिनि. रदि इत्यस्य इक् प्रत्ययेन निर्दिष्ट जब् इत्यत्र जब् जबु तत्र तु जबि तत्र स्थित् नास्ति. जब् इत्यत्र नास्ति भगिनि, जब् जब् एव अस्ति. समीचीनं, जब् इत्यत्र धातुनिर्देशः नास्ति, जब् इति एव अस्ति तत्र धातोः निर्देशः नास्ति. रदि इत्यस्य इक् इति प्रत्ययेन निर्देशः कृतः. अस्तु, इदानीम् अग्रे गच्छेम. तत्र वासुदेवन् महोदय पठितुम् इच्छति वा महोदय? भगिनी न इच्छामि, श्रोतुमेव करोमि. अच्छा अच्छा, अस्तु, नास्ति चिन्ता. अस्तु, तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी अग्रे पठतु. जभि ततः आरभ्य खलु? सत्यं. जभि, जभ् इति अनुबन्धरहितधातुः, रधि जभोर् अचि इत्यनेन अजादिप्रत्यये परे नुम् आगमः. निरनुबन्धः शप् प्रत्ययः अजादिः जम्भ इति अङ्गम्. जम्भयोगः ते जम्भते, नुम् आगमः नाम नकारः. परन्तु भगिनी अत्र इदितो नुम् धातु अत्र कार्यं न करोति खलु? आम्, रधि जभोर् अचि इत्येव कार्यं करोति. तर्हि जम्भ इत्यत्र मकारः उपधायां कथम्? रदीजभोरचि इत्यनेन नुमागमः भवति खलु, नुमागम. इदानीम् अत्र प्रश्नः अस्ति, नुमागमः कुत्र आयाति? अस्तु, नुम् अनु अत्र अनुवर्तते इति अहं न दृष्टवती. अस्तु अस्तु अस्तु, इदितो नुम् धातोः ततः नुम् इति अनुवर्तते, अतः जम्भ इति भवति. अस्तु अस्तु, नुम् इति अन्तिमवर्णस्य अन्तिम वर्णस्य पूर्वं मकारः आयाति, म आगमः रूपेण आयाति. नुम् इत्यत्र किम् अवशिष्यते इति वदतु एकवारम्. नुम् इत्यत्र उकारः तु उच्चारणार्थं, नकारः अवशिष्यते म इति हलन्त्यम् इत्यनेन अपगच्छति गच्छति वा म न विभक्तौ तुस्माः तत्र विभक्तौ एव अस्तु मकारः हलन्त्यम् इत्यनेन इत्संज्ञा प्राप्नोति अनन्तरं तस्य लोपः इति लोपः भवति उकार नकार उत्तरवर्ति उकारः उच्चारणार्थं न इत्येव अवशि नकारः एव अवशिष्यते अत्र नुं मकारः अस्ति इति कृत्वा अन्तिमवर्णस्य पूर्वम् आयाति अथवा अन्तिम अज् वर्णस्य अनन्तरम् आयाति इति वा भगिनि तत्र सूत्रं किं कथं जानीमः अन्तिम अच् वर्णस्य अनन्तरम् आयाति इति मिद् अच् मिदचोन् स्यात् परः मिदचोन्त्यात् परः इति परिभाषासूत्रेण तत्र अन्तिम अच् वर्णस्य अनन्तरं नकारः आयाति अनन्तरं तत्र नकारस्य सूत्रमस्ति खलु अनुस्वरः अनुस्वरस्य परसवर्णः न किं मनसि न आयाति भगिनी सम्यक् जानामि तत्रैव नश्चापदान्तस्य नश्चापदान्तस्य झलि नश्चापदान्तस्य झलि इत्यनेन नकारस्य अनुस्वारः भवति अनन्तरं परसवर्णः भवति अनुस्वारस्य ओ अत्र अस्ति खलु अनुस्वारस्य यै परसवर्णः इति पवर्गस्य भकारः अस्ति तस्य सवर्णः मकारः अनुनासिकः अस्ति अनुनासिकस्य नासिका अस्ति इति कृत्वा अन्तिमवर्णः पवर्गस्य अन्तिमवर्णः आयाति जम्भ इति भवति जम्भयोगः ते जम्भते इति रूपं सिद्ध्यति समीचीनं तर्हि इदानीं तत्र धन्यवादः भगिनि इदानीं किञ्चित् क्रमेण अत्र पश्यामः अत्र कः मीना भगिनी अत्र एकवारं नश्चापदान्तस्य झलि इति सूत्रं प्रतिपादयतु अत्र पठित्वा प्रतिपादयतु अपदान्तस्य नकारस्य जलि परे जलि प्रत्याहारे परे अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे झल् प्रत्याहारे वर्गस्य प्रथम द्वितीय तृतीय चतुर्थ च वर्णाः अपि च षषसः इति वर्णाः अन्तर्भूताः पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य नः षष्ट्यन्तं च अव्ययपदम् अपदान्तस्य षष्ट्यन्तं झलि सप्तम्यन्तम् अनेकपदमिदं सूत्रं मोनुस्वारः इत्यस्मात् मह अनुस्वारः इत्यनयोः अनुवृत्तिः तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् यदि पदान्तं नास्ति चेत् मकारस्य वा नकारस्य वा अनुस्वारः भवति झलि परे तदेव भगिनि जम्ब् अत्र जम्ब् इति मकार झकार मकार बकारः अस्ति बकारः झल् वर्णः अस्ति तस्मात् मकारस्य अनुस्वारः अनुस्वारः भवति नकारस्य झकारः नकारः बकारः अस्ति प्रथमं तदनन्तरं नकारस्य बकारः जल् अस्ति तस्मात् नकारस्य अनुस्वारः भवति जुम् भवति जम्ब् बिन्दु बिन्दु भवति अनुस्वारः भवति त तदनन्तरम् अनुस्वारस्य ई परसवर्णः परसवर्णः मकारः अस्ति, मकारः भवति, जम्ब् भवति, नकारः तदनन्तरम् अनुस्वारः तदनन्तरं मकारः भवति. समीचीनम्. इत्युक्ते अत्र अत्र जबि इति धातुतः तत्र शप्रत्ययः अजादिप्रत्ययः अस्ति. प्रथमं तत्र शप्रत्ययः भवेत् तदानीम् अजादिप्रत्ययपरेषु जब् धातोः जबि इत्यत्र इकारः इत्संज्ञकः, अतः जब् इति अवशिष्यते. जब् योगः शप् इति स्थितौ रदीजबो रचि इति सूत्रेण नुम् आगमः भवति. नुम् इत्यत्र नकारः एव अवशिष्यते, मकारस्य इत्संज्ञा उकारः उच्चारणार्थः नकारः अवशिष्यते. तर्हि नुम् इति आगमः इति वयम् अवगच्छामः, यतोहि तत्र मित् अस्ति. तर्हि कुत्र आयाति नुम् इति चेत् तत्र परिभाषासूत्रमस्ति मिदचोऽन्त्यात् परः. यत्र मित् अस्ति सः अन्त्यात् परः, अन्तिम अच्वर्णात् परम् आयाति. अतः अत्र जब् इत्यत्र एकः एव अच्वर्णः, सः एव प्रथमः, सः एव अन्तिमः अपि, अतः तस्य अनन्तरं तत्र नुम् आगमः भवति. अतः जन्ब् इति अस्ति. इदानीं केवलं सन्धिकार्यमेव. नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः. नश्चापदान्तस्य जलि इत्यत्र जन्ब् इति वयं पश्यामः चेत् अपदम् अस्ति, पदं नास्ति, पदान्ते नकारः नास्ति, अतः अत्र नकारस्य अनुस्वारादेशः भवति. अनन्तरं परसवर्णादेशः अपि भवति अनुस्वारस्य ययि परसवर्णः इति सूत्रेण. सूत्रद्वयमपि परिचितं खलु अस्माकं कृते? कोऽपि अस्ति वा यः एतत् सूत्रं पूर्वं न पठितवान् वा पठितवती? अस्तु, तर्हि अनुस्वरस्य ई परसवर्णः इति सूत्रम् अत्र लक्ष्मीभगिनी पठतु. आं भगिनी, पठामि. अनुस्वारस्य ययि परसवर्णः. अनुस्वारस्य स्थाने परसवर्ण आदेशो भवति ययि परे. परस्य सवर्णः परसवर्णः षष्टितत्पुरुषः. अनुस्वारस्य षष्ट्यन्तं ययि सप्तम्यन्तं परसवर्णः प्रथमान्तं त्रिपदम् इदं सूत्रं. यै प्रत्याहारे श स ह एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अनुस्वारस्य ययि परसवर्णः संहितायाम् एतत् सूत्रमपि अपदान्ते एव भवति अस्य प्रवर्तनम्. अनुस्वारस्य ययि परसवर्णः इति सूत्रम्. अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति ययि प्रत्याहारे परे इति अर्थः. अत्र ययि प्रत्याहारे शशसः विहाय सर्वाणि व्यञ्जनानि भवन्ति. अनुस्वारस्य अपदान्ते यत्र अनुस्वारः भवति तस्य स्थाने परसवर्ण आदेशः, परवर्णः कः इति दृष्ट्वा, तस्य सावर्ण्यं कुत्र इति दृष्ट्वा परसवर्णः स्वीक्रियते. अत्र पञ्चमवर्णः स्वीक्रियते परसावर्ण्यं सर्वथा. किं व्यञ्जनेषु पञ्चमवर्णः भवति तस्य सः वर्णः आयाति मध्ये. आम्, अत्र अत्र जम्ब् इत्यत्र तत्र कथं तत्र सावर्ण्यं निर्णीयते? जम्ब् इत्यत्र अनुस्वारः अस्ति, तत्र अनुस्वारात् अनन्तरं भ इति वर्णः, भ इति वर्णः अस्ति. भ इति वर्णः पवर्गे अस्ति. पवर्गस्य पञ्चमवर्णः पभ पभ मा भ मा इति भवति. पभ ब भ मा इति भवति. पञ्चमवर्णः मकारः, अनुस्वारस्य स्थाने मकारः आयाति. सावर्ण्यं कथम् इति चेत् अनुस्वारः पञ्चम वर्णे एव सावर्ण्यम् अस्ति अनुस्वारस्य अनुस्वारस्य नुम् अस्ति, नकारः अस्ति, नकारः अनन्तरं पञ्चमवर्णः सावर्ण्यमस्ति, अतः पञ्चमवर्णः स्वीक्रियते, मकारः अत्र अनुस्वारस्य स्थाने आयाति. सावर्ण्यं निर्णेतुं सूत्रं किमस्ति? विस्मृतवती भगिनी, क्षम्यता. कोऽपि स्मरति वा? तुल्यस्य प्रयत्नं सावर्ण्यं. तर्हि तत्र अनुस्वारस्य उच्चारणस्थानं किम्? अनुस्वारस्य कण्ठ्यः अस्ति, नासिका अस्ति, अनुस्वारस्य उच्चारणस्थानं नासिका. अनन्तरं तत्र वर्गीयव्यञ्जनेषु कस्य वर्णस्य नासिकास्थानं भवति? खलु अनुनासिकवर्णस्य नासिका अपि स्थानमस्ति इति कृत्वा सावर्ण्यम् अस्ति. सावर्ण्यम् इत्युक्ते किं? तुल्यप्रयत्नः, तुल्यप्रयत्नः उच्चारणस्थानमपि सावर्ण्यमस्ति चेत् तादृशमस्ति चेत् उच्चारणस्थानमपि समानम्, अभ्यन्तरप्रयत्नः अपि समानः चेत् तत्र वर्णयोः सावर्ण्यं भवति. तुल्यास्य प्रयत्नं सावर्ण्यम् इति सूत्रेण. अस्तु, तर्हि इदानीम् एकः प्रश्नः अस्ति. अनुस्वारस्य ये परसवर्णः अपदान्तस्य न उक्तं खलु? सत्यं, तत्र भगिनी फलितार्थं वदन्ति आसीत् भगिनी. वस्तुतः अत्र सूत्रे तु पदान्ते अपदान्ते इति किमपि न उक्तम्, अतः उभय सर्वत्र प्रसक्तिः अस्ति. परन्तु तत्र तस्य अनन्तरं वा पदान्तस्य इति सूत्रमस्ति खलु, वा पदान्तस्य विकल्पेन भवति. तर्हि पदान्ते अस्ति चेत् विकल्पेन भवति परसवर्णादेशः इति कृत्वा अस्य सूत्रस्य प्रवृत्तिः यत्र पदं नास्ति तत्र प्रवर्तते. धन्यवादः. अस्तु अस्तु, तत्र मीनाभगिनी तत्र न लक्ष्मीभगिनी अन्तिमवाक्यत्रयमपि पठतु. भगिनि, रथधातुः दिवादिगणे, अतः दिवादिभ्यः श्यन् इत्यनेन य इति विकरणं, य प्रत्ययः अजादिः नास्ति, अतः सार्वधातुकलकारेषु नुम् आगमः न भवति. रध्यति, रध्यत्, अरध्यत्, रध्येत्. परन्तु कृत्सु अवसरः प्राप्यते, यथा नूल् अक इति अजादिः, अतः रन्धकः. आर्थधातुकलकारेषु अपि प्रसङ्गः, यथा लिटि, ररन्ध इति रूपम्. अत्र रथ इति धातुः वस्तुतः दिवादिगणे अस्ति, अतः शप् आगच्छति चेदपि दिवादिभ्यः शन् इति सूत्रेण शन् शपं प्रपाद्य शन् इति विकर्णप्रत्ययः आगच्छति. शन् इत्यस्य यकारः एव तिष्ठति, यकारः इति अजातिः नास्ति, अतः अत्र एतत् सूत्रं न प्रवर्तते. रतिजभो रचि इति सूत्रं सूत्रेण नुमागमः न भवति, अतः लटि, लोटि, लङि, विधिलिङि च नुमागमः न दृश्यते. केवलं रथ्यति, रथ्यत्, अरथ्यत, क्षम्यता, अरध्यत्, रथ्येत् इति रूपमेव भवति, यकारः एव दृश्यते, तत्र अनुमागमः न दृश्यते. किन्तु यत्र अजादिपरे भवति, यदा कृत् प्रत्ययः प्रत्यये परे, नूल् प्रत्यये परे, अक इति युवोरनाकौ इति सूत्रेण अकः अक इति आगच्छति वु इत्यस्य स्थाने, तस्मिन् सन्दर्भे अजादिः परे भवति, अतः तत्र अनुमागमः भवति, रूपं च रन्थकः इति भवति. तथापि तथा च लिटि अपि तत्र रूपं ररन्ध इति आगच्छति, तत्रापि नुमागमः दृश्यते इति उक्तम्. यत्र समीचीनं, यत्र यत्र अजादिप्रत्ययः अस्ति तत्र सर्वत्र भवितुमर्हति तस्य कार्यम्. अस्तु, इदानीं जम्बते इति तत्र जम्ब इति अङ्गं स्वीकृत्य तत्र कः तत्र वंशीभगिनी वदतु रूपाणि तत्र यथा अस्माभिः अभ्यासं कृतं तथा जम्बत्ते इति आत्मनेपदिरूपाणि भवन्ति खलु जम्बते जम्बेते जम्बन्ते जम्बसे जम्बेथे जम्बध्वे जम्बे जम्बावहे जम्बामहे लट्लोकरे कर्तृपदमपि योजयित्वा वदतु भवान् भवान् जम्बते भवन्तौ जम्बेते भवन्तः जम्बन्ते जम्भन्ते अस्तु त्वं जम्भेसे न जम्भसे त्वं जम्भसे क्षम्यतां त्वं जम्भसे युवां जम्बेथे यूयं जम्भध्वे अहं जम्बे आवां आवां जम्बावहे वयं जम्बामहे अस्तु समीचीनम् इदानीं लङ्गि वदतु अस्तु रूपं वदामि तत्र कर्तृपदं योजयित्वा वदतु अस्तु अस्तु भवान् अजम्बत अजम्बत इति भवति न भवान् अजम्बत भवन्तौ अजम्बेतां भवन्तः अजम्बन् अजम्बन्त भवन्तः अजम्बन्त त्वं जम्बथाः युवां जम्बेथां लङ्गि खलु लङ्गि खलु अजम्ब अजम्बेथां क्षम्यताम् एकवचनेपि पुनः वदतु अस्त्वम् अजम्बथाः अजम्बताः समीचीनम् अभवत् त्वम् अजम्बताः समीचीनम् अजम्बताः युवाम् अजम्बेथां यूयम् अजम्बध्वम् अहम् अजम्बे आवाम् अजम् आवाम् अजम्बावहे अजम्बा क्षम्यताम् अजम्बावहि आवाम् अजम्बावहि वयम् अजम्बामहि वयम् अजम्बामहि अत्र इत्युक्ते एकवचने तत्र लटि अपि जम्बे इति अस्ति खलु जम्बे इति लटि अस्ति तत्र लङ्गि अजम्बे तावदेव वेदः नास्ति उभयत्र एकारः एव श्रूयते यतोहि सन्धिकार्यानन्तरम् उभयत्र एकारः एव श्रूयते जम्बे अजम्बे उभयत्र समानं तत्र लटि जम्बावहे इति अस्ति अत्र तु अजम्बावहि ईकारः अस्ति अस्तु इदानीं तत्र उमा भगिनी तत्र लोटि विधिलिङ्गि वदतु न न कर्तृपदमपि योजयित्वा वदतु सोरि सोरि सोरि भवान् जम्बेत न कुत्र किं वद किं वदन्ती अस्ति भवती लोटि खलु भवान् जम्बतां भवान् भवन्तौ जम्बेतां भवन्तः जम्बेयुः किं किं पुनः वदतु भवन्तः भवन्तः सोरि भवन्तः जम्ब इति अङ्गम् अङ्गं न विस्मर्तव्यम् अङ्गं जम्ब इति अस्ति इदानीं सिद्धप्रत्ययः अन्तां खलु जम्बै भवान् जम्बतां भवन्तौ जम्बेताः न न भवन्तौ किं भवान् जम्बे जम्बे जम्बे याताम् भवान् जम्बतां भवन्तौ जम्बे यातां यातं कुत्र इताम् इति प्रत्ययः खलु जम्बेताम् जम्बतां जम्बेतां जम्बन्ताम् भवान् जम्बतां भवन्तौ जम्बेतां भवन्तौ जम्बेन्तु भवन्तः भवन्तः जम्बन्तां भवन्तः जम्बन्तां त्वं जम्बस्व युवां न न यकारः तु केवलं विधिलिङ्गि एव जम्बध्वं यूयं यूयं जम्बध्वं अहं जम्बै आवां जम्बावहै जम्बामहे वयं जम्बामहे अस्तु विधिलिङ्ग् विधिलिङ्ग् जम्बे भवान् जम्बेत जम्बेत जम्बेतां जम्बे अत्र पश्यतु अत्र जम्ब इति अङ्गमस्ति ईत इति अस्ति तद् आद्गुणः इत्यनेन गुणसन्धिः भूत्वा जम्बेत जम्बेयातां जम्बेरन् इति अस्तु भवान् जम्बेत भवन्तौ जम्बेयातां भवान् भवन्तः जम्बेयातां जम्बेरन् देन् त्वं जम्बस्व न न ईताः इति प्रत्ययः तत्र जम्बेताः जम्बेताः युवां जम्बेतां जम्बेताः जम्बेयात् जम्बेयात्थां जम्बेध्वं भवन्तः जम्बेध्वं भवन्तः तत्र न भवन्तः नास्ति यूयं जम्बेध्वं यूयं जम्बेध्वं देन् अहं जम्बेय आवां जम्बेयावहे न न न जम्बे वहि जम्बे अहं जम्बे आवं जम्बे न न अहं जम्बेय अहं जम्बेय अहम् आवां जम्बे जम्बे वहि वयं जम्बे महि समीचीनम् अभ्यासः आवश्यकः भगिनी न न एतादृश अभ्यासः आवश्यकः तावदेव अन्यत् किमपि नास्ति अभ्यासः आवश्यकः मनसि तत्र सिद्धप्रत्ययः के इति कण्ठस्थीकरणम् आवश्यकम् अनन्तरम् अङ्गं किम् इति जानीमः चेत् तत्र सन्धिकार्यस्य अवसरः अस्ति चेत् तद्भवति कर्तृपदमपि योजयित्वा करणीयम् अधुना तु वयं मा जम्बामहे अभ्यासः प्रचलति मा जम्बामहे न न अहं किं वदामि इति चेत् गृहपाठरूपेण तत्र तत्र दशधातून् स्वीकुर्वन्तु दशधातून् स्वीकृत्य एतादृश अभ्यासं कुर्वन्तु गृहपाठे मह्यम् ईमेल् प्रेषयन्तु अहं कृतवती इति ईमेल् प्रेषयन्तु अग्रिमसप्ताहात् पूर्वं दशधातुः तावदेव स्वीकृत्य एतादृश यत्किमपि भवतु तत्र पञ्चधातुः परस्मैपदि पञ्चधातुः आत्मनेपदि अवश्यं कुर्मः पञ्चधातवः आत्मनेपदिनः पञ्चधातवः परस्मैपदिनः स्वीकृत्य कुर्वन्तु अभ्यासं कृत्वा आगच्छन्तु आवश्यकमस्ति अहं वारं वारं वदामि अतः कृपया कुर्वन्तु अस्तु अग्रे गच्छामः इदानीम् शुभदा भगिनी पठितुमिच्छति वा कृप् धातुः आं भगिनि श्रूयते वा आं श्रूयते कृप् कल्प् इति कृपेश्च अवकल्कने विचारं करोति चिन्तनं करोति इत्यर्थे कृपो रो लः अष्टमे अध्याये द्वितीये पादे अष्टादशं सूत्रं कृप् धातोः रेफस्य लकारादेशो भवति. र इति श्रुतिसामान्यं बोध्यं. तेन यः केवलो रेफः यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणं. लः इत्यपि श्रुतिसामान्यम् एव. अतः आहत्य कृप् धातोः यदा गुणादेशं कृत्वा रेफः भवति तदा रेफस्य स्थाने लकारादेशः पुनः कृप् धातोः ऋकारस्य यः रेफसदृश अंशः तस्य स्थाने ल सदृश अंशादेशो भवति, नाम ऋ स्थाने ऋ. सूत्रे कृपो कृप योगः उः इति विच्छेदः. कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तम्, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम्. कृपः इति द्विवारम् आवृत्तिः. सूत्रं स्वयं सम्पूर्णम्. कृपः उः कृपः रः लः. किञ्चित् क्लेशः अस्ति भगिनी. कृप् धातोः रेफस्य लकारादेशो भवति इति सूत्रं वदति. र इति श्रुतिसामान्यम्, अपि च लः इति अपि श्रुतिसामान्यं. न जानामि भगिनी श्रुतिसामान्यम् इत्युक्ते. श्रुतिसामान्यम् इत्युक्ते तत्र रेपस्य यः ध्वनिः उत्पद्यते तादृशध्वनिः अन्यत्र कुत्र भवितुमर्हति? ऋकारे. ऋकारे अपि रेपश्रवणम् अस्ति खलु. अतः अत्र किम् उच्यते, यद्यपि सूत्रे कृप् धातोः रेपस्य स्थाने लकारः इति उक्तम्, परन्तु अत्र रेपस्य रेपः इति उक्तत्वा तत्र केवलं रेपस्य ग्रहणं नास्ति, परन्तु तादृशश्रवणम् अन्येषु वर्तते चेत् तेषामपि ग्रहणं भवति इति सूत्रार्थः. अतः एव श्रुतिसामान्यं बोध्यम् इति उक्तं. सूत्रे र इति श्रुतिसामान्यं बोध्यम्. अतः यत्र र इति श्रवणम् अस्ति अन्यत्र, तस्यापि ग्रहणं. कुत्र अन्यत्र इति चेत् ऋकारः. अस्तु. र इति श्रुतिसामान्यं बोध्यं. लः अपि श्रुतिसामान्यं बोध्यं. रः इत्यस्य श्रुतिसामान्यत्वेन न केवलं रेफस्य परन्तु ऋकारस्य अपि ग्रहणं भवति. अतः आहत्य कृप् धातोः यदा गुणादेशः भवति, गुणादेशः भूत्वा रेफः भवति, तत्र कृप् इति अस्ति, तत्र क ऋ प इति अस्ति. तत्र यदा केनापि सूत्रेण, नाम पुगन्तलघुपदस्य च इति सूत्रेण, उदाहरणार्थं यदा कृ ऋकारस्य गुणः भूत्वा रेफः भवति, अर् इति भवति, तदा गुणादेशः भवति, तत्र रेफः भवति, तस्य रेफस्य स्थाने लकारादेशः भवतु इति सूत्रं वदति. पुनः कृप् धातोः ऋकारस्य यः रेफसदृश अंशः तस्य स्थाने लसदृश अंशादेशो भवति, नाम ऋ स्थाने ऋ भवति. अस्तु. कृप् धातोः गुणादेशं कृत्वा रेफः भवति, रेफस्य स्थाने लकारादेशः भवति. लकारादेश कृप् धातोः ऋकारस्य यः रेफसदृश अंशः तस्य स्थाने लसदृश अंशादेशः अपि भवति, नाम ऋ स्थाने ऋ इति भवति. न अवगतं भगिनी, क्षम्यताम्. न अत्र पश्यतु, अत्र सूत्रे तु कृपो रो लः इति अस्ति. अस्माकं धातुः तु कृप् इति धातुः. कृप् इति धातौ तु रेपः न दृश्यते एव, ऋकारः एव अस्ति. तर्हि तत्र सूत्रे कृपः रः लः इति उक्तं, तर्हि कुत्र रः भवति इति चेत् यदा तत्र ऋकारस्य गुणरूपेण परिवर्तनं भवति तदानीमेव तत्र कृ इत्यस्य ऋकारस्य गुणः अकारः, तदनन्तरम् उरण् रपरः इति सूत्रेण अर् इति भवति खलु, कर्प् इति भवति. कृप् धातोः तत्र द्वादिगणीयधातुः कृप्योगः कृप्योगः शप् तत्र गुणः भूत्वा कर्प् इति भवति तस्मिन् सन्दर्भे तत्र रेपः दृश्यते तदानीं कृपोरोलः इति सूत्रेण साक्षात् कार्यं भूत्वा कल्प् इति भवति परन्तु अस्मिन् सूत्रे तु शपि परे इति तादृशं किमपि न उक्तं निमित्तरूपेण न उक्तं तर्हि इदं तु वस्तुतः सूत्रम् अनैमित्तिकम् अस्ति निमित्तमेव न उक्तं सूत्रे अतः यत्र कुत्रापि भवितुम् अर्हति यत्र कृप् धातोः रेपः दृश्यते तत्र सर्वत्र लकारादेशः भवति अनन्तरं यत्र तत्र परिवर्तनं नास्ति ऋकारस्य गुणरूपेण परिवर्तनं नास्ति तत्र मूलरूपेण ऋकाररूपेण एव तिष्ठति तत्रापि आदेशः भवति अनेन सूत्रेण ऋकारस्य स्थाने कः आदेशः इति चेत् तत्र लकारसदृशः आदेशः लकारः सदृशः आदेशः कः इति चेत् ल इत्येव तत्र सदृशः आदेशः इति कृत्वा तत्र ऋकारस्य स्थाने ल इति आदेशः भवति इति सूत्रार्थः तर्हि तत्र एतादृशः अर्थः कथं निष्पद्यते इति चेत् तत्र व्याख्यानेषु किम् उक्तम् इति चेत् वस्तुतः कृप् इति हलन्तशब्दः तस्य षष्ट्यन्तम् यतोहि कृपः रः इति उक्तं खलु कृपः इति षष्ट्यन्तम् हलन्तशब्दः यथा भवत् भवतः इति अस्ति कृपः इति स्यात् कृपः इति स्यात् परन्तु अत्र कृपः इति लुप्तषष्टिकं पदम् इति उक्तं तत्र विभक्तिः न दृश्यते कृपः इति विभक्तिः न दृश्यते तर्हि तस्य अनन्तरं तत्र उः इति उक्तम् उः इति अपि षष्ट्यन्तम् उः इति उक्तं तर्हि तत्र कथम् अस्ति विच्छेदः इति चेत् कृपयोगः उः इति अस्ति विच्छेदः कृपयोगः उः अत्र पश्यति चेत् अनुवृत्तिसहितसूत्रं कृपः उः कृपः रः लः कृपः रः लः इत्यत्र स्पष्टमस्ति कृप् धातोः यः रेपः तस्य लकारः इति स्पष्टमस्ति परन्तु कृपः उः इत्यत्र कृपः उः इत्यत्र उः इत्युक्ते किम् अत्र उः इति पितृशब्द यथा तत्र पितुः उः इति अस्ति खलु अत्रापि ऋकारः कृपः उः कृपः इत्यस्य उः इति अस्ति चेत् तस्य ल इति आदेशः तर्हि तत्र अनुवृत्तिसहितसूत्रं वस्तुतः कथं भवेत् इति चेत् कृपः उः ल ल इत्यस्य लुः इति भवति इति प्रायः लुः इति स्यात् तत्र लु इत्यस्य प्रथमभक्तौ एकवचने लुयोगः सु लुः इति स्यात् कृपः उः लुः कृपः रः लः इति अनुवृत्तिः तर्हि तत्र कार्यद्वयम् अस्ति कृप् धातोः रेपः दृश्यते चेत् लकारादेशः कृप् धातोः ऋकारः दृश्यते चेत् तत्र लु इति आदेशः अवगतं वा आं भगिनि अधुना अवगतम् अतः एव कृपोरोलः इत्यत्र श्रुतिसामान्यम् इति उक्तत्वात् आदेशद्वयं भवितुम् अर्हति तत्र कृप् धातुः यथावत् तिष्ठति चेत् तत्र तु लु इति आदेशः भवति ऋकारस्य यदि तत्र गुणरूपेण परिवर्तनं भवति तदानीं रेपस्य स्थाने लकारादेशः भवति अस्तु भगिनि तत्र एकः प्रश्नमस्ति परन्तु तत्र अनुवृत्तिसूत्रे तु कृपः उः इति उक्तम् आदेशः किमपि न उक्तं किल तत्र किम् आदेशः कार्यद्वयमस्ति न एकं तु ऋकारस्य स्थाने लकारः रेपस्य स्थाने लकारः द्वितीयं कार्यं तु दृश्यते कृपः रः लः इति दृश्यते परन्तु कृपः उः इति उक्तं षष्ट्यन्तं पदमस्ति उः प्रथमार्थं लु इति न दृश्यते तत्र किमर्थं न दत्तं तत्र न दृश्यते यतोहि अनुवृत्तिसहितसूत्रं नास्ति अनुवृत्तिः नास्ति सूत्रे अपि न उक्तं तदेव तत्र इति न उक्तम् इति कृत्वा न इति न उक्तम् अस्माकम् अवगमनार्थं मया उक्तं कृपः उः लु लुः कृपः रः लः इति उक्तं मया परन्तु लु इत्यस्य अनुवृत्तिः नास्ति तत्र श्रुतिसामान्यम् इति उक्तं खलु अतः रः इति उक्तत्वात् तस्यैव श्रुतिसामान्य न लः इति उक्तत्वात् कृपः रः लः इति उक्तत्वात् लः इत्यस्य श्रुतिसामान्यं लु इत्यपि स्वीक्रियते यद्यपि तत्र अनुवृत्तिः नास्ति अस्तु अस्तु तर्हि तत्र अस्माकम् अवगमनार्थम् एवं तत्र लेखितुं शक्यते कृपः उः लुः कृपः रः लः इति समीचीनं तत्र किञ्चित् षष्ट्यन्तं पदं दृश्यते प्रथमार्थं पदं न दृश्यते भगिनी श्रुति इत्युक्ते वेद न वा श्रुति इत्युक्ते श्रुति इत्युक्ते वेद वेद इत्यपि अवगन्तुं शक्नुमः श्रुति इति परन्तु अत्र तु श्रुतिः इत्युक्ते श्रवणम् इत्यर्थः अत्र कृप्धातोः विषये वेदस्य वेदे अपि प्राधान्यम् अस्ति परन्तु अत्र कथं तत्र र इति श्रुतिसामान्यम् इति वदामः चेत् तत्र केवलं श्रुतौ इति अर्थः नास्ति लोके अपि अस्ति एतादृशव्यवहारः तत्र ऋकारस्य स्थाने लु इति आदेशः रेपस्य स्थाने लकारादेशः तत्र लौकिकधातौ अपि भवति न तु केवलं वेदेषु इदं सूत्रं केवलं छन्दसः कृते एव इति नास्ति कल्पते इति रूपम् अस्ति खलु लोके अतः वेदे अपि अस्ति लोके अपि अस्ति अस्तु एवमपि वक्तुं शक्यते न तत्र कृपः उः लः इति वक्तुं शक्यते किल तत्र लकारस्य ऋकारस्य सवर्णः अस्ति लकारः यतोहि लकारः दत्तं परन्तु लु एव तत्र ग्रहणं भवति इति वक्तुं शक्यते न तत्र लु लु वर्णयोर्मित्थं सवर्णं वाच्यम् इति वार्तिकेन तत्र भवितुमर्हति न एकमेव प्रथमान्तं पदं दत्तमस्ति न तत्र अतः तत्र रेपः स्थाने लकारः यतोहि रेपः लकारः इति सामान्यमस्ति परन्तु ऋकारस्य लकारः इति वदामः चेत् तत्र लकारः एव भवति यतोहि तत्र रु नित्थं सावर्ण्यं किमपि अस्ति न तत्र कयोः सावर्ण्यम् इति वदति रु लु इति सावर्ण्यं वर्णयो नित्थं सावर्ण्यं वाच्यमिति एकं कारिका अस्ति न कारिकाया न चेत् न परन्तु इदानीं तत्र अत्र सूत्र अस्माकं सूत्रे तु आदेशः लकारः एव खलु लकारः ऋकारः लकारः अनयोः सावर्ण्यमस्ति चेत् अनेन किम् न अत्र अस्माकम् आदेशः किं तत्र उक्तं सूत्रे लकारः एव उक्तं लकारः एव उक्तं तादृशलकारश्रवणम् अन्यत्र कुत्र अस्ति तादृशसवर्णग्रहणमेव कर्तुं शक्नुमः तत्तु लु इत्यत्र एव अस्ति अतः ऋकारः लुकारः अनयोः सावर्ण्यम् इत्यस्य चर्चा नास्ति अत्र समीचीनम् अवगतं खलु आम् आम् आम् अस्तु अग्रे गच्छेम तर्हि विनय महोदय अग्रे पठति वा अत्र परा योगः अयनम् इति पलायनम् इति तदपि अस्मिन् सूत्रात् एव भवति वा न न न न पलायनम् इति तत्र इतोपि विशेषसूत्रमस्ति अयधातुः अस्ति अयधातुः अयधातुः अस्ति अस्तु अत्र तत्रापि रकारस्य लकारः भवति रेखस्य लकारः भवति तत् भिन्नसूत्रमस्ति तदर्थं विशिष्टसूत्रमस्ति अनेन नास्ति इदं तु केवलं कृपधातोः एव अस्तु क्लिप्तवान् इति भवति वा क्लिप्तवान् क्लिप् क्लिप् तत्र तवतु प्रत्ययः अस्ति चेत् हा क्लिप्तवान् इति भवति अनन्तरं कल्पते इति लटि आं सत्यम् अस्तु विनय भवती अहं कल्प पश्यामि यदि रि स्थाने रि अस्ति तर्हि स्पष्टतया यदि कर भवति कर र हलन्त तर्हि रि स्थाने ल हलन्त भवति अतः कृप कल्प निष्पन्नः यदि वयं अवगच्छामः रि स्थाने रि भवति रि स्थाने रि भवति रि अर् भवति रि रि ल हलन्त भवति यदि ल हलन्त भवति तर्हि कल्प निष्पन्न यदि वयं यु नो सुलभतया पश्यामः समीचीनं अतः यत्र यत्र कृपधातोः उपधायाः गुणः भवति कल्प न जानामि अत्र कर्प सम्यक् अस्ति कर्प अहं तर्हि एव वदामि तत्र कृ कर् भवति कर्प भवति र हलन्त अस्ति अतः कर्प भवति तत्र रेफस्य स्थाने लकारदेशः अतः कल्प इति फलम् यत्र उपधागुणो न भवति उपधागुणो न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऋकारदेश अतः क्लप् इति फलम् कल्पते आत्मने आत्मनेपदी धातुः कल्पते कृप् योगाशप् योगाते अत्र उगन्तलघुपदस्य च इत्येन लघुपदगुण कर्प योग अ योगते अतः कर्प योग अ योगते तो र हलन्त उपधा परन्तु अत्र अग्रे गच्छामः कृपो रो लः इत्यनेन रेफस्य स्थाने लकारदेश कल्प योग अ योगते अथ कल्प इति अङ्गं लटि कल्पते परन्तु पुगन्तलघुपदस्य च महत्त्वं का अहं न जानामि परन्तु वयं जानीमः गुड् भवति रे स्थाने अर् भवति यदि अर् भवति तर्हि र हलन्त स्थाने ल हलन्त आयाति अतः लटि कल्पते क्रियबोधं निष्पन्नः तत्र गुणः न भवति चेत् कृप् धातुतः शप्रत्ययस्य विधानं यदि तत्र गुणः न भवति ऋकारस्य अर् इति न भवति चेत् तदानीं कृपरोलः इति सूत्रस्य साक्षात् तत्र लकारादेशः तु न भवति यदि कृप् इति एव तिष्ठति चेत् तत्र लु इति भवति क्लिपते इति भवति तत्र क्लिपते इति भवति अतः पुगन्तलघुपदस्य च इत्यस्य महत्त्वम् अस्ति यदा गुणः भवति कृप् धातोः तर्हि तत्र ऋकारस्य गुणः अकारः अनन्तरम् उरण्परः इति कृत्वा अर् इति भवति तर्हि कर्प इति स्थितौ कर्प इति अङ्गं तत्र कर्प् इत्यत्र धात्वादेशः कृपोरोलः इति सूत्रेण रेपस्य लकारादेशः अतः कल्पते इति रूपम् अस्तु लिट्लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरण लिटि चक्लिपे लिट्लकार अभ्यास इत्यादि चक्लिपे इत्यादि आयाति अथ कृपयोग ए द्वित्वम् अभ्यासकार्यं च कृपयोग ए कृपरोलः इत्यनेन ऋकारस्य स्थाने ऋकारदेशः अथ कल्प योग ए कल्पे भवति यदि लिट् लकारसम्बन्धे वदामः तर्हि लिट् प्रत्ययः कारणेन ए आयाति ए कथम् आयाति भवती अहं न जानामि सिद्धप्रत्ययः अस्ति लिटि सिद्धप्रत्ययः आत्मनेपदी एकवचने ए एव सिद्धप्रत्ययः क्षम्यताम् आत्मनेपदी लिट्लकार ए अस्ति अतः चकल्पे भवति प्रश्न उदेति यदि रेफस्य स्थाने लकारस्तु एकक्षणम् एतावता अवगतं वा सर्वैः एतावता बुद्धं वा यत्र प्रथमं तत्र कल्पते इत्यत्र गुणः भूत्वा अर् भवति अतः रेफस्य स्थाने लकारः तत्र कल्पते इति रूपं परन्तु यत्र ऋकारः यतावत् तिष्ठति यतोहि कृप् योगः ए इति स्थितौ लिटि आत्मनेपदी प्रत्यये ए इति प्रत्ययः तत्र द्वित्वं सर्वं भूत्वा चकृप् योगः ए ए इति प्रत्ययः तत्र अपित् प्रत्ययः अस्ति ए इति प्रत्ययः तत्र वस्तुतः तत्र कित्वम् अध्यारोप्यते इति कृत्वा तत्र गुणनिषेधः भवति अतः कृप् इत्यत्र ऋकारस्य गुणः न जायते अतः ऋकारः एव तिष्ठति चकृप् इत्येव तिष्ठति त तर्हि इदानीं कृपोरोलः इत्यस्य कार्यं भवति वा इति चेत् आम् इदानीमपि भवति. ऋकारस्य स्थाने लुकारादेशः लु इति आदेशः, यतोहि लकारः अपि दन्त्यवर्णः अस्ति, लु इति अपि दन्त्यवर्णः अस्ति, अतः तयोः स्थानेन्तरतमः इत्यनेन तुल्यतमः वर्णः अस्ति. लकारस्य तुल्यतमः कः इति चेत् लु इति तुल्यतमः वर्णः, अतः तस्य ग्रहणं भवति. अत्र अत्र लोहलन्त नास्ति, अत्र लृ अस्ति, अतः तत् भिन्नता अस्ति. हा, तत्र यद्यपि तत्र लृ इति वदन्ति, परन्तु तत्र ये जनाः पारम्परिकतया वदन्ति ते तु लु इति एव वदन्ति, न तु लृ. ओ, तत्र उच्चारणे यद्यपि तत्र वयं शृण्मः लृ लृ इति, परन्तु तत्र वस्तुतः लु इति उच्चारणीयम् इति मया आगतम्, न तु लृ इति. तत्र लु इति वस्तुतः स्वरः अस्ति, व्यञ्जनं नास्ति. अतः इदमेव उदाहरणं, यत्र लु इति आदेशस्य उदाहरणम् अस्तु. अग्रिमवाक्यद्वयं पठतु. प्रश्नः उदेति, यदि रेफस्य स्थाने लकारस्थु भवति एव, तर्हि किमर्थं मूलधातौ उपदेशावस्थायां क्लपना स्यात्? उत्तरमस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते. वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम्, अतः वेदे अयं धातुः ऋदुपदधातुः भवेत्. अत्र केवलं अत्र अवस्था वेदानुसार भवति. यदि वेद अन्तर्भूता व्याकरण भिन्न अस्ति प्रायः. अहं वेद अत्र केवलम् उच्चारणार्थं यदि आधार अस्ति, तर्हि कोऽपि अन्य क्लिष्टव्याकरणं नास्ति. परन्तु यदि उच्चारणार्थम् अस्ति, तर्हि यदा भवती अवदत् लृ न उच्चारण अस्ति, ल उच्चारण अस्ति, तर्हि अत्र चकल्पे भवति. परन्तु अग्रे अहं न जानामि. न न, अत्र वेदेषु यदि तत्र वेदेषु कृप्धातोः ऋकारः तत्र मन्त्रेषु ऋकारः श्रूयते चेत् तस्य परिवर्तनं कर्तुं न शक्नुमः. वेदः यथा अस्ति तथैव उच्चारणीयं खलु, अतः तस्य परिवर्तनं न शक्यते. अत्र ऋकारः अस्ति चेत् ऋकारः एव भवति. तदर्थं तत्र धातुपाठे अपि कृप् इति धातुः ऋकारसहितधातुः एव स्वीकृतः, न तु तस्य लकारादेशः अथवा अन्यत् किमपि. इत्युक्ते तत्र सङ्कल्पः इति एकः शब्दः अस्ति, सङ्कल्पः. तर्हि भगवता सङ्कल्पेन जगत् सृज्यते इति वदामः. भगवता सङ्कल्पेन जगत् सृज्यते इति, तत्र सङ्कल्पः इति शब्दस्य बहु प्राधान्यम् अस्ति. तत्र वेदान्तेषु सङ्कल्पशब्दस्य बहु चर्चा भवति. इत्युक्ते भगवतः सङ्कल्पेन एव जगतः सृष्टिः जातः इति, सृष्टिः जाता इति तादृशविचारः अस्ति, गाढविचारः अस्ति. अतः कल्प् इति शब्दस्य बहु प्राधान्यम् अस्ति अत्र वेदान्तेषु. अस्तु, तर्हि इदानीं कल्प् इति शब्दस्य एकवारं रूपाणाम् अभ्यासं कृत्वा समापयामः. तत्र शुभदा भगिनी वदति वा, तत्र लटि लटि अपि च लङ्गि वदतु. कल्प आत्मनेपदी अस्ति खलु. ओके, लटि भवान् कल्पते, भवन्तौ कल्पेते, भवन्तः कल्पन्ते, त्वं कल्पसे, युवां कल्पेथे, यूयं कल्पद्वे, अहं अहं कल्पे आवां कल्पावहे वयं कल्पामहे अपि च लङि वा लङि अकल्पत क्षम्यतां भवान् अकल्पत भवन्तौ अकल्पेतां भवन्तः अकल्पन्त युवां क्षम्यतां त्वम् अकल्पताः युवाम् अकल्पेथां यूयम् अकल्पध्वम् अहम् अकल्पे आवाम् अकल्पावहि वयम् अकल्पामहि बहु समीचीनम् अस्तु शोभगिनी वक्तुमिच्छति वा लोटि विधिलिङ्गि अस्तु भगिनि कल्प लोटि विधिलिङ्गि भवान् कल्पतां भवन्तौ कल्पेतां भवन्तः कल्पन्तां त्वं कल्पस्व युवां कल्पेथां यूयं कल्पध्वम् अहं कल्पे कल्पे कल्पै अहं कल्पै आवां कल्पावहै वयं कल्पामहै अपि च विधिलिङ्गि वा भवान् कल्पेत भवन्तौ कल्पेयातां भवन्तः कल्पेरन् त्वं कल्पेथाः युवां कल्पेयाथां यूयं कल्पध्वं पुनः यूयं कल्पेध्वं कल्पेध्वम् अहं कल्पेय आवां कल्पे वहि वयं कल्पेमहि समीचीनं समीचीनम् इति अत्र स्थगयामः सर्वे कृपया गृहपाठं कृत्वा आगच्छन्तु दशधातून् स्वीकृत्य एतादृश अभ्यासं कुर्वन्तु अत्र धातुपाठात् स्वीकर्तुं शक्यते मौखिक अभ्यासं वा भगिनि मौखिक अभ्यासः एव लिखित्वा कर्तुम् इच्छन्ति चेत् तदपि कुर्वन्तु यथा कथञ्चित् विजयलक्ष्मीपत्नी करोतु किं लिखित्वा इति वा गृहपाठद्वयमपि करोति न सर्वैः करणीयं सर्वैः करणीयम् अस्तु तर्हि अत्र स्थगयामः धन्यवादः नमस्कारः धन्यवादः धन्यवादः भगिनि नमस्कारः